अदादिगणस्य हलन्तधातूनां विषये अस्माकं चर्चा प्रवर्तते. तत्र अस्माभिः गतवर्गे कुत्र पर्यन्तम् अस्माभिः पठितं, तत्र कुत्र पर्यन्तम् अस्माभिः पठितं, तर्हि किम् कुत्र अस्ति कोऽपि चेत् आरम्भं करणीयं धातुकः आसीत् सस् न चकास् महोदय चकास् वा न चकास् चकास् अस्ति वा एकनिमिषः बहुदिनानन्तरं वर्गः भवति अतः मम अपि भ्रमः भवति क्षम्यताम् चकास् अस्तु तर्हि अस्तु तर्हि अस्माभिः गतवर्गे तत्र अदादिगणे अन्तर्गणाः सन्ति केचन अन्तर्गणाः सन्ति प्रथम अन्तर्गणः कः अस्ति रुदादिगणः तत्र धातवः सन्ति के धातवः सन्ति रुदादिगणे रुद् अन् स्वप् श्वस् जक्ष् पञ्चधातवः सन्ति खलु तत्र केचन विशिष्टकार्याणि सन्ति रुदादिभ्यः सार्वधातुके तत्र ईडागमः भवति तदनन्तरं रुदश्च पञ्चभ्यः तत्र ईडागमः भवति जि अत्र विधिलिङ्गि लङ्गि विधिलिङ्गि इति अस्ति खलु अनन्तरं सकारन्त शासु शास् परस्मैपदि तत्रैव आरम्भं करणीयं सम्यक् तदनन्तरम् अड् गार्ग्यगालवयोः तत्र अस्माभिः पठितं यत् ईडागमः भवति अपि च अडागमः अपि भवति अरोदीत् अरोदत् इति अस्ति तदनन्तरं जक्षादिगणः अस्ति जक्षादिभ्यः षट् इति सूत्रेण तेषामपि किं भवति का संज्ञा भवति जक्षादिभ्यः षट् इति सूत्रमस्ति खलु जक्षादिगणः जक्षित्याद्यः षट् इति सूत्रमस्ति अनेन सूत्रेण तेषां धातूनां का संज्ञा भवति अभ्यस्तसंज्ञा अभ्यस्तसंज्ञा भवति अतः अभ्यस्तसंज्ञानां कृते कार्याणि सन्ति तदपि ते अपि तानि अपि अत्र भवन्ति उदाहरणं अदभ्यस्तात् नाम झोन्तः इति सूत्रस्य अपवादः अदभ्यस्तात् तत्र अन्ति न भवति अपि तु अति भवति इति तदनन्तरं सिजभ्यस्तविधिभ्यश्च नित्लकारेषु किं भवति नित्लकारेषु किं भवति अभ्यस्त अङ्गः अस्ति चेत् झेस्थाने जुस् भवति झिस्थाने जुस् अतः लङ्गि अपि अन् न भवति अपि तु किं भवति उः इति भवति लङ् प्रथमपुरुष बहुवचने तर्हि जक्षित्यादयः षट् इति सूत्रे यदि अन्तर्गणे धातवः सन्ति के धातवः सन्ति तत्र सप्तधातवः सन्ति जागृ दरिद्रा दिधिङ् वेविङ् जक्ष चकास् शास् तत्र जागृ दरिद्रा दिधिङ् वेविङ् तु अस्माभिः अजन्त धातूनां पाठे अस्माभिः पठितं जक्ष चकास् अपि अस्मै पठितम् इदानीं शास् अस्ति शास् सकारान्तधातु शास् तत्र कार्याणि चकास् इव सन्ति अस्माभिः कार्याणि पठितानि तत्र कार्याणि के सन्ति सकारान्तधातूनां कृते कार्याणि कानि सन्ति प्रथमं तु अस्ति हुझभ्यो हेर्धि हि स्थाने धि भवति इति तु वयं जानीमः बहु सर्वत्र भवति तदनन्तरं धकारादिप्रत्यये परे किं भवति सकारस्य धकारादिप्रत्यये परे सकारस्य किं भवति तत्र तत्र धकारादिप्रत्यये परे ध ध सकारस्य किं भवति कोऽपि स्मरति वा धकारः भवति न सकारयोगः धकार धकारप्रत्यय किं भवति मीना महोदय स्मरति वा यदां न प्रश्नः कः किं महोदय सकार अस्ति खलु, तदनन्तरं धकारादि प्रत्ययः अथवा धकार अस्ति, तर्हि सकारस्य किं भवति? न तु धकारः वा सिपि परे अस्ति, न न न सिपि पिपि न, धकारादिप्रत्ययः तत्र तिप् तिप् सिप् अस्ति, अत्र धकारादिप्रत्यय परे सकारस्य किं भवति? रघुपतिमहोदय किं वदति भवान्? तत्र लोपः भवति वा? केन सूत्रेण? तत्र एकवारं तत्र सकारस्य लोपः भवति आदि ये धीच इदानीं दीच हा दीच इत्यनेन सकारस्य लोपः तर्हि हकारपरे सकारस्य लोपः भवति धीच इति सूत्रेण, धीच धीच सस्य लोपः, तर्हि सकारस्य लोपः भवति। तदनन्तरम् अग्रे अस्ति सकारादि सकारान्त यदि पदमस्ति, धातुरूपीपदमस्ति, सकारान्त पदान्ते सकारः अस्ति, अपि च तत्र अग्रे टिप् प्रत्ययः अस्ति, तर्हि किं भवति सकारस्य किं भवति टिप् प्रत्ययपरे? सामान्यतया सजुषोरुः भवति, परन्तु अनेन सूत्रेण दकारः भवति टिप् प्रत्ययपरे, अस् धातु नास्ति चेत् अन्य पदान्तसकारस्य किं भवति? दकारः भवति। अस्तु, अपि च सिप् प्रत्ययपरे अस्ति चेत् किं भवति? ऋत्वं दत्त्वम् इति विकल्पेन भवति, इति धातुर्वायुर्वायित्यनेन खलु सिप् प्रत्ययपरे, सिप् प्रत्ययपरे पदान्तसकारस्य ऋत्वमपि भवति एकस्मिन् पक्षे, अन्यस्मिन् पक्षे दकारः अपि भवति, तर्हि रूपद्वयं भवति इति। अस्तु, तदस्ति, तर्हि एतत्तु अस्माभिः पूर्वं पठितं चकास् मध्ये, शास् अपि तथैव भवति, अतः शास् सूत्रस्य रूपाणि कुर्मः, तत्र एक एव, तर्हि अत्र शास् पठामः तदनन्तरं रूपाणि कुर्मः। अस्तु, कः अस्ति? मीना महोदय पठतु सकारान्तशासु शास् धातु। सकारान्तः शासु शास् परस्मैपदी अनु अनुसृष्टौ, शास् धातुः जक्षाद्यन्तर्गणे अस्ति, अतः तिङन्तसिद्ध्यर्थं विशिष्टे द्वे कार्ये मनसि विधाय रूपाणि प्रवर्तनीयानि, विशिष्टकार्याणि द्वे कार्याणि सन्ति, तिङन्तसिद्ध्यर्थ विशिष्टे द्वे कार्ये मनसि विधाय रूपाणि प्रवर्तनीयानि। प्रथमम् अङ्गकार्यम् उपधायाम् आकारः लघु इक् इति न, ओ अतः गुणकार्यं नास्ति, ओके, किन्तु अन्यत् अङ्गकार्यद्वयं वर्तते, शास् धातोः स्थाने शा आदेशो भवति हि प्रत्यये परे, ओ हि शा शास्पिकं शा, पठामि वा? शा हौ इति सूत्र शास् धातोः स्थाने शा आदेशो भवति हि प्रत्यये परे, शा लुप्तप्रथमाकं प्रथमान्तं हौ सप्तम्यन्तं द्विपदमिदं सूत्रं, शास इत् इत् इत् इद्धौः इद्दल् तत्र ड वा न वा तत्र इङ्गो वा इदङ्गलोः इदङ्गलोः शास इदङ्गलोः इत्यस्मात् शास इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं शासः शा हौ हौ परे शास् इति धातोः आकारः लोपो वा हीपरे हीपरे शासः धातोः आकारः लोपः भवति वा? न न आकारलोपो किं शास्थाने शा भवति शास्थाने शा भवति यथा शास् हि शाहौ तत्र सकारः लोपः सा एव अवशिष्यते सा योगस्य लोपः इति मा वदतु सकारस्य लोपः न न न श्रूयते महोदय न श्रूयते वदामि सकारस्य लोपः इति मा वदतु हा शा स्थाने शा भवति सूत्रं किं वदति शा स्थाने शा शाहौ इति सूत्रेण शायोगः हि कूजल्भ्यो हेर्तिः इत्यनेन जलन्तेभ्यः धातुभ्यः हि स्थाने धि आदेशः शा धि शाधि भवति यदा शा आदेशो भवति तदानीं शा जलन्तः नास्ति अतः हि स्थाने धि न स्यात् हूजल्भ्यो हेर्धिः किन्तु शा हौ हि हूजल्भ्यो हेर्धिः इत्याभ्यां तत् कार्यं सिद्ध्यति उभयत्र तत् कार्यम् आभीयकार्यम् द्वाभ्यां च सूत्राभ्यां यत् कार्यं विधीयते तस्य कार्यस्य आश्रयः हि प्रत्ययः अतः एकवारं यदा एकं हि प्रत्ययाश्रितम् आभीयकार्यं जातं तदा यदा द्वितीयं हि प्रत्ययाश्रितम् आभीयकार्यं विधीयते तत् कार्यं प्रति प्रथमम् आभीयकार्यम् असिद्धं भवति आभीयकार्यं मया विस्मृतं महोदय अस्याः सम्पूर्णप्रक्रियायाः बोधार्थम् अग्रे स्थानिवद्भावपाठे द्रष्टव्यम् आभीयकार्यम् अस्माभिः पूर्वं पठितम् एक सूत्रमस्ति असिद्धवत् अत्राभात् 6422 तर्हि असिद्धवत् अत्राभात् नाम 6422 तः भस्य इति अधिकारस्य अन्तपर्यन्तं यानि यानि सूत्राणि सन्ति तानि सूत्राणि यदि तयोः सूत्रयोः निमित्तं समानमस्ति नाम अत्र अस्ति खलु अत्र एकस्मिन् एव स्थाने एकस्मिन् एव आश्रयः समान अस्ति चेत् परस्पर सूत्रे ते सूत्रे परस्पर असिद्धवत् भवतः नाम अस्मिन् अधिकारे यदि सूत्रद्वयम् आगच्छति उभयोः आश्रयः समानः भवति निमित्तं समानम् अस्ति तर्हि परस्परमध्ये विरोधः न भवति परस्परकृते सूत्रे असिद्धवत् सन्ति इति अस्ति तर्हि किं पश्यतु अत्र शाहौ अपि च पूजल्भ्यो हेर्धि असिद्धवत् अत्राभात् अत्र आभि अत्र असिद्धवत् अत्राभात् अस्य सूत्रस्य कार्यक्षेत्रे आगच्छतः अतः आभीयकार्ये इति उच्यते उभयोः सूत्रयोः निमित्तं किमस्ति हि हूजल्भ्यो हेर्धि अपि हि प्रत्यय कृते भवति शाहौ अपि हि प्रत्यय कृते भवति निमित्तं समानमस्ति समान आश्रयः भवति अतः उभयोः सूत्रयोः मध्ये विरोधः न भवति एकेन सूत्रेण यत् कार्यं कृतं तत् अन्यसूत्रं द्रष्टुं न शक्नोति अस्य महत्त्वं किमस्ति किमर्थमस्ति अत्र पश्यतु शास्योग हि मध्ये शाहौ इति सूत्रेण शास्थाने शा यदि भवति तर्हि शायोगः हि भवति इदानीं शा यत् अस्ति तत् झलन्त नास्ति खलु अजादि अजन्त अस्ति झलन्त नास्ति तर्हि हू जल्भ्यो हेर्धि इति सूत्रेण हि स्थाने धि कथं भवितुं शक्नोति न भवितुं शक्नोति यतोहि शा झलन्त नास्ति अपि तु अजन्त अस्ति परन्तु अभीयकार्यम् उक्त्वा किं वक्तुं शक्नुमः यद्यपि शाहौ इत्यनेन स सकारः गच्छति शा एव तिष्ठति परन्तु तत् कार्यं हूझल्भ्यो हेर्भिः द्रष्टुं न शक्नोति हूझल्भ्यो कृते तु शाहौ इति सूत्रम् असिद्धम् अतः तत् हुजल्भ्यो हेर्भिः तु सूत्रं तु सकारं द्रष्टुं शक्नोति सकारं द्रष्टुं शक्नोति अतः हुजल्भ्यो हेर्भिः इति सूत्रेण कार्यं भवितुं शक्नोति यतोहि झलन्त अङ्गमस्ति अतः हि स्थाने धी अपि भवति अपि च हूजल्भ्यो हेर् इति सूत्रेण यत् हि स्थाने धी भवति तत् शाहौ इति सूत्रं न द्रष्टुं शक्नोति तत्तु धी हि एव पश्यति अतः शाहौ अपि कार्यं करोति नाम आहत्य सूत्रद्वयं कार्यं करोति अतः शा स्थाने शा भवति हि स्थाने धी भवति रूपं भवति शाधी सर्वे आगच्छन्ति वा महोदय सूत्रद्वयं प्रसक्ति अस्ति वा शाहौ अपि अस्ति भूजलजोयादि अपि अस्ति खलु हूजल्भ्यो हेर्भिः किं वदति तत्र हूजल्भ्यो हू अपि च झलन्त अङ्गानाम् अनन्तरं यदि हि आगच्छति तत्र हि स्थाने धी भवति तत्र हलन्तमङ्गानां यदि शाहौ प्रसक्तिः अस्ति ऐ मीन् प्रसक्तिः अस्ति तत्र शा एव अवशिष्यते परन्तु शाहौ इति सूत्रस्य सूत्रं हूजल्भ्यो हेर्भिः इति सूत्रं न पश्यति वा तस्मात् शास् एव पश्यति अतः हूजल्भ्यो हेर्भिः सूत्रं कार्यं करोति तथा नास्ति यदि तर्हि शाहौ इति अनन्तरं यदि शा एव अवशिष्यते तर्हि शा इदानीं झलन्त नास्ति खलु अजन्त अस्ति तर्हि हूजल्भ्यो हेर्भिः कार्यं कर्तुं न शक्नोति तथा नास्ति यतोहि आभीयकार्ये स्तः सिद्धवत् अत्रापि अवगच्छन्ति तत् अस्माभिः पूर्वं कुत्र पठितम् असिद्धवत् अत्र तस्य अत्र अस्धातोः एधि इति वयं दृष्टवन्तः अर्थात् एधि इति भवति एधि तत्र अपि अस्माभिः पठितम् सूत्रद्वयं किमस्ति कोऽपि अवगच्छति स्मरति वा अस्कृते आं महोदय अस्कृते सूत्रद्वयं ये आभीयकार्ये स्तः यत् सूत्रे स्तः ते के कोऽपि अवगच्छ स्मरति वा एधि कथं भवति तत्र अस्धातोः तत्र ये ये भवति एकवारम् अत्र इदानीं मनसि न आगच्छति कोऽपि स्मरति वा अत्र अस्थाने किं भवति हि प्रत्ययः अस्थाने तत्र अस्थाने ये ये त्वं भवति महोदय गसो गु असोः एत् इति सूत्रेण महोदय सूत्रं किं गसोः एत् गसोरेद् अभ्यासलोपस्य इत्यनेन अभ्यासस्य तत्र लोपस्य इत्यनेन भवति खलु तत्र घू अस्ति अस् हा अस् धातोः भवति तर्हि किं भवति तत्र तत्र अभ्यासलोपः तत्र अस्त नास्ति अभ्यासः नास्ति अस् इति एव अस्ति तत्र एत् भवति एस् इति भवति एस् एस् योग धी अस्ति एस् योग धी अस्ति खलु अनन्तरं तत्र तत्र धी चैतन्येन तत्र सकारस्य लोपः भवति एवं वा आमाम् अन्य कोऽपि अभ्यासस्य लोपः भवति खलु अत्र अभ्यासः तु नास्ति खलु अभ्यासः लोपः भवति क्षम्यतां क्षम्यतां महोदय अस्ति इति अस्ति खलु अस्ति इति अस्ति गसोर् एत् अभ्यासलोपस्य सकारस्य एत्वं भवति अनन्तरं तत्र स्नसो स्नसोः अल्लोपः इत्यनेन तत्र आकारस्य लोपः भवति. किम् अस् अकारस्य असेः यत् भवति तत्र येन विद्वर्तति इत्यनेन सकारस्य स्थाने एव एकारः भवति ये इति भवति. अनन्तरं तत्र अकारस्य स्नसोः अल्लोपः इति स्नस् अपि स्न इत्यस्य सम्प्रत्ययस्य अपि च अस् इत्यस्य तत्र अल्लोपः किति इति प्रत्यये परे इति अस्ति खलु, तत्र ङिति प्रत्यये परे इति एकं सूत्रमस्ति खलु, तत्र अल्लोपः तत्र अत्र अकारस्य लोपः हरि ए इदानीं ये इति अस्ति ये एव अस्ति अत्र ए इति अस्ति तत्र येधि इति येधि इति भवति अनन्तरं हू जल् बि अहेति इति सूत्रेण तत्रापि सकारस्य सार्थं न भवति इति सकारस्य इदानीं सकार दृश्यते पूजल्व हेदि इति सूत्रं सकारे यद्यपि एकार अस्ति सकारमेव पश्यति तत्र अतः पूजल्व हेदि इत्यस्य सूत्रस्य कार्यं भवति अतः हेदि इति भवति इति तत्र वयं पठितवन्तः. किम् अस्तोः स्थाने सकारस्य स्थाने एकारः आदेशः भवति. घसोरेभावभ्यासलोपश्च घसोरेभावभ्यासलोपश्च घसोः अङ्गस्य के हौ अत्र ददाति इत्यस्य देहि इति भवति खलु अतः तथैव तत्र ददा इत्यस्य देहि इति भवति खलु ददा इति अस्ति इति अस्ति अभ्यासलोपः भवति तत्र असिद्धवत् अत्राभात् तत्र प्रसक्ति न भवति भिन्नमस्ति. अत्र अस्माकं कार्यमस्ति असिद्ध तत्राभात् अस्माभिः पूर्वं कुत्र पठितं तर्हि एधिमध्ये अस्थातु अस्ति घ्वसोरेभावभ्यासलोपश्च घ्वसोः अङ्गस्य एत् भवति हि प्रत्यये परे तर्हि अस्थातु अस्ति हि प्रत्यये परे तत्र एत्वं भवति एत्वं कुत्र भवति अलोत्यस्य इत्यनेन सकारस्य भवति तर्हि किम् अवशिष्यते अ ए योगः हि अत्र अकारस्य तु लोपः भवति एव केन सूत्रेण श्नसोरल्लोपम् प्रत्ययः अपि च अस् धातोः अकारस्य लोपः भवति कित् निप्रत्ययः परे अत्र हि कित् निप्रत्ययः अस्ति अत्र अकारस्य लोपः तु भवति एव तर्हि किं शिष्यते ए ए योगः हि. इदानीं प्रश्नः आगच्छति ऊधल्भ्यो हेर्धि इति सूत्रं कार्यं करोति न वा. किमस्ति अस् धातु तु झलन्तः अस्ति परन्तु अस्थाने यदा ए भवति तत्तु झलन्त नास्ति तत्तु अजन्त अस्ति तर्हि तत्र अपि कार्यं भवति वा इ स्थाने धि. तर्हि प्रश्न तर्हि उत्तरमस्ति आं भवति यतोहि घसोरेभावभ्यासलोपश्च अपि च पूजल्भ्यो हेति सूत्रद्वयम् आभ्यकार्यकार्यम् अस्ति असिद्धवत् अत्राभात् इति सूत्रस्य अधिकारक्षेत्रे आगच्छतः अतः अपि च उभयोः सूत्रयोः आश्रयः समानः भवति हि प्रत्ययः भवति अतः परस्परकृते सूत्रे असिद्धवत् स्तः नाम घसोरेभावभ्यासलोपश्च इति सूत्रेण यत् कार्यम् अभवत् तत् पूजल्भ्यो हेरति इति द्रष्टुं न शक्नोति तद् एत्वं न द्रष्टुं शक्नोति तत् इदानीमपि सकारान्त धातुः अस्ति इति एव पश्यति अतः तत् कार्यं करोति हि स्थाने धि भवति अतः आहत्य रूपं भवति एधि. तथैव तथैव अत्रापि शास् मध्ये अपि शाधि इति भवति यतोहि शाहौ अपि च पूजल्भ्यो हेति सूत्रद्वयं इति सुकारे आगच्छति सूत्रद्वयस्य प्रसक्तिः अस्ति घ्वसोरल्लोप घ्वसोरेद अभ्यासलोपस्य अपि च स्नशोरल्लोपः सूत्रद्वयं प्रसक्तिः अस्ति. स्नशोरल्लोपः तु कार्यं भवति भिन्नम् अस्ति घ्वसोरेधावभ्यासलोपश्च अपि च कूजल्भ्यो हेति तत्र कूजल्भ्यो हेति कूजल्भ्यो हेति अस्तु तर्हि शाधि इति भवति इदानीं समानमेव अत्र एव महोदय समानमेव अत्र अत्रापि परन्तु सूत्रं भिन्नम् अस्ति तत्र घसोरेभावभ्यासलोपश्च अत्र शाहौ इदानीमपि अहं न चिन्तयामि परन्तु पूर्वम् अन्य अपि अस्माभिः उदाहरणं पठितं तस्य आभीयकार्यस्य इदानीम् अहमपि न चिन्तयामि एकं तु अस्ति एधि, एकमस्ति शाहौ शाधि, एकम् अन्यमपि अस्माभिः पूर्वं पठितम्, इदानीं मस्तिष्केन आगच्छति तत्र क्रयादिगणे, क्रयादिगणे गृहाण इति क्रयादिगणे एव प्रायः वयं पठितवन्तः, क्रयादिगणे तत्र अस्ति वा गृहाण, गृहाण इत्यस्मिन् किमपि अस्ति वा न जानामि, विस्मरामि इदानीं, परन्तु गृहाणमध्ये आदेशः भवति खलु तत्र हि इत्यस्य आन इति भवति, न आन भवति तदनन्तरम् इदानीं अदन्तं भवति, अतः तत्र हि तस्य लोपः तु भवति एव, गृहाण एव तत्र नास्ति, अत्र एव कुत्रापि आसीत् क्रियादिगणे नासीत् इति, अस्तु त्यजतु, तर्हि हा शाधि इति भवति, तर्हि तदेव नूतनमस्ति, अन्यसर्वं तु चकाश एव भवति इति मन्ये महोदय. अत्र मम अत्र किमर्थं तत्र शास् योग धी इति अस्ति खलु, तत्र किमर्थं शा इत्यस्य आदेशः भवति, शास् धी इति अस्ति, इदानीं शास् धी अस्ति सकारस्य लोपः भवति दीचि दीच इत्यनेन, तत्र शादि इति भवति खलु, शास् योगः धी, हा तत्र किमर्थं शाः हौ इत्यस्य प्रसक्तिः तत्र किमर्थं तत्र आवश्यकमस्ति वा इति मम प्रश्नः अस्ति, न जानामि किमर्थं तत्र कोऽपि अन्यकार्यमस्ति वा अत्र शास् योग धी इति अस्ति इत्युक्ते धीच इत्यनेन तत्र भवितुमर्हति खलु, यथा लोभः भवितुमर्हति खलु, शादि इति भवति तर्हि अत्र हौ इति किमर्थम् इति प्रश्नः तु समीचीनः भवति, शाहौ यदि सूत्रं नास्ति चेत् धीच इति कार्यं करोति खलु, धीच इति कार्यं करोति खलु, धी इति शास् योगः हि अस्ति, सूत्रं नास्ति चेत् हि स्थाने धी तु भवति एव, शास् योगः धी, तदनन्तरं इत्यनेन सकारस्य लोपः भूत्वा शाधि भवति एव, शास् हौ इति तत्र अस्य कृते एव अस्ति खलु, अतः किमर्थं तत्र तत् विना तस्य कार्यं भवितुम् अर्हति अहं जान न जानामि, किमपि अन्यकार्यमस्ति वा इति किमर्थं चिन्तनीयं, प्रश्नः तु बहु सम्यक् अस्ति, परन्तु किमपि अस्ति भवेत् यतोहि न करोति यथा अन्यथा अनुवृत्ति भवति वा, न अनुवृत्ति अपि नास्ति हलो तदेतेन अनुवृत्ति न अनुवृत्तिः सर्वे प्रश्नाः अवगच्छन्ति खलु, प्रश्नं न रघु न रघुपतिमहोदय वदति, महोदय भवान् वदतु एकवारं पुनः, अत्र इदानीं शास् योग धी इति अस्ति, इदानीं हूजल्व हे धी इत्यनेन धी भवति, इदानीं शास् योग धी इति अस्ति, धी च इति सूत्रं वदति सकारस्य लोपः भवति तत्र धी प्रत्यये परे इति, धकारादिपरे क्षम्यतां धकारादिपरे धि इति धकारादिप्रत्यये परे, तर्हि तत्र इदानीं सकारः लोपः भवति चेत् शा योग धि इति शाधि इति रूपं सामान्य समानरूपम् अस्ति खलु, शा हौ इत्यनेन शाधि इति भवति, तदपि अनेन सूत्रेण अपि भवितुमर्हति खलु, शाधि इत्यस्य सूत्रस्य का आवश्यकता इति, यथा चकार धातुमध्ये अपि सकारस्य लोपः कृत्वा चकाधि भवति खलु, तथैव तस्य कृते शाहौ इति विशेषसूत्रस्य रचनायाः आवश्यकता का इति अस्ति, नाम अन्य कुत्रापि कार्यं करोति वा इति सूत्रं, शास् नास्ति नास्ति खलु, शास् हौ अत्र एव खलु, शास् इत्यस्य शा इति आदेशः भवति हौ परे इति, अहं चिन्तयामि महोदय अत्र किमस्ति, अग्रे तस्य अनुवृत्तिः भवति वा इति किमपि अस्ति वा, अनुवृत्तिः न भवितुमर्हति, शा हौ इति एव हौ इत्यस्य भवेत् कुत्रापि, शा इति अस्य अनुवृत्तिः भवति वा अन्य अग्रे, शा इत्यस्य नास्ति खलु, अस्तु शा इत्यस्य वा न जानामि, परन्तु अस्ति एव अस्ति अपि यदि अनुवृत्तिः तर्हि नूतनसूत्रस्य रचनायाः आवश्यकता का इति द्रष्टव्यम्, अस्तु चिन्तयामि, परन्तु प्रश्नसमीचीनः अस्ति यदि वस्तुतः शाधि इति रूपनिर्माणस्य कृते अस्य सूत्रस्य आवश्यकता नास्ति, केवलं भूजल्भ्यो हेर्दि धी च यथा चकाधि इति रूपं भवति तथैव शाधि अपि भवितुं शक्नोति। अस्तु चिन्तनीयम् अग्रे। तर्हि एकं सूत्रमस्ति शासौ इति अस्ति असिद्धवत् अत्र अग्रे। रघुपतिमहोदय द्वितीयबिन्दुं पठतु। शास महोदय एकनिमिष, एकनिमिष, इदानीमेव उद्घाटितवान्। धातोः इति इदानीम् आगतम् आगतं शास् धातोः उपधा तदेव खलु, शास् धातोः उपधायाः ह्रस्वः इकारादेशो भवति हलादिक् इति प्रत्यये परे। अस्तु, शास् धातोः उपधायाः ह्रस्वः इकारादेशः भवति हलादिक् इति प्रत्यये परे। शास् इदम् इदं नलोः इदानीम् अवगच्छति खलु। हा हा हा हा, शास् यदि इति सूत्रं नास्ति तर्हि पद्यति सी भवति। हा इति आमाम् इदम् आदेशः अस्य सूत्रस्य अपवादः अस्ति। प्रथमम् इदं सूत्रं पठति तदनन्तरं शाहौ तथैव अस्ति तथैव अस्ति अस्माभिः अत्र करपत्रे विपरीतरु आमाम् इदानीम् अवगतम्। किं महोदय अहं न आगच्छत् किं शाहौ इति सूत्रं किमर्थं तत्र आवश्यकता किमर्थम् इति प्रश्नः आसीत् तत् भवत्याः अवगतः प्रश्नः। आम् महोदय, तर्हि इदानीं इदानीं तस्य प्रश्नस्य उत्तरम् अत्र आगच्छति। एकवारम् इदं सूत्रं महोदय पठति। हा महोदय पठतु। शास् इदं हलोः शास् इदं हलोः इति षष्टाध्यायचतुर्थपादस्य चतुस्त्रिंशत्तमं सूत्रमस्ति। शास् धातोः उपधायाः ह्रस्वः इकारादेशः भवति अङ्गप्रत्यये हलादिक् इति निश्च प्रत्यये परे। अङ्प्रत्ययः लुङ्लकारे भवति यस्मिन् विधिस्तदादौ अल्ग्रहणे इति वार्तिकम् इत्यनेन हलि इत्युक्तौ हलादिप्रत्यये। तादृशप्रत्ययः यस्य आदौ हल् स्यात् इति विशेषणं हलि इत्यस्य। अङ्च हल् च अङ्हलौ इतरेतरद्वन्द्वः तयोः अङ्हलौ शासः षष्ट्यन्तम् इत् प्रथमान्तम् अङ्हलोः इ सप्तमन्तं त्रिपदमिदं सूत्रम् अनीतां हलः उपधायाः इति इत्यस्मात् उपधायाः उपधायाः इति अनयो अनुवृत्ति अङ्गस्य च अधिकारः अनुवृत्ति सूत्रमस्ति। शासङ्गस्य उपधायाः इत् इति अङ्हलोः इदानीम् अवगतं महोदय, तत्र न भवितुमर्हति। अत्र शासयोग हि इति अस्ति धि इति अस्ति इदानीं पठतु। प्रथमम् अस्य सूत्रस्य आशयं वदतु। अत्र अस्तु शास् इति शास् इति अङ्गस्य शास् इति शास् इति धातोः अङ्गस्य उपधायः इत् भवति कितिनिति प्रत्यये परे। अपि च कितिनिति हलादि किति हलादि अङ्च हल् च अङ्गलोः इति विशेषणम् अस्तु। हलादि किति निति प्रत्यये परे अथवा अङ् इति अङ् कुत्र भवति अहं न जानामि। अङ् इति अङ् इत्यस्य स्थाने भवति इति इत्त्वं विधीयते अत्र। तर्हि अनेन सूत्रेण शासयोगतः इति अस्ति इदानीं त इति हलादि अस्ति कित् कित् प्रत्ययः अस्ति क्षम्यतां कित् निच् प्रत्ययः अस्ति अतः तत्र उपधायाः आकारस्य इ इति भवति शिस् अस्तु शिस्तः इति भवति शिस्तः शिस् योगः शिस् योग तर्हि पश्य तर्हि एकं सूत्रमस्ति 6434 शास् इद् अङ् हलोः। सूत्रं किं वदति? शास् इति अङ्गमस्ति। शास् अङ्गस्य उपधायाः उपधायां किं वर्णः कः वर्णः अस्ति अत्र आकारः तस्य आकारस्य स्थाने ह्रस्व इकारः भवति कदा भवति अग्रे अङ् अस्ति चेत् अङ् एकः प्रत्ययः अस्ति लुङ् लकारे एव भवति अतः अत्र त्यजतु अनन्तरं कुत्र भवति हलि किति हलि नाम इत् अथवा नित् हलादिप्रत्ययपरे शास् धातोः उपधायाः इत्वं भवति उदाहरणमस्ति शास् योगतः तः तित्तश्चि तस्तः इति निति अस्ति नित्वद्भवति सारधातुकमपि इति सूत्रे नित्वद्भवति अतः हलादि अपि अस्ति अतः आकारस्य स्थाने इकारः भवति शिस् योगः तः एतत्पर्यन्तं सर्वे अवगच्छन्ति आम् महोदय आम् महोदय इदानीं 6434 अस्ति शास् इदं खलोः तस्य साक्षात् अनन्तरं सूत्रमस्ति शाहौ प्रश्नः आसीत् शाहौ सूत्रस्य आवश्यकता का तर्हि तत्र अस्ति यदि शाहौ इति सूत्रमेव नास्ति तर्हि शास् योगः हि इति अस्ति खलु अत्र हि प्रत्ययः हलादि अस्ति नित्वदपि अस्ति अतः अस्य सूत्रस्य प्रयोजनं कार्यं भवति शास् इदं खलोः अतः शास् स्थाने शिस् भवति खलु शिस् योगः धि शिस् योगः धि नाम शास् स्थाने शिस् भवति केन सूत्रेण शास् इदं खलोः धि स्थाने धि भवति केन सूत्रेण पुजव्यो हेर्धि तर्हि शिस् योगः धि तदनन्तरं धी च इति सूत्रेण सकारस्य लोपः भूत्वा रूपं किं भवति शिधि अनिष्टरूपं शिधि इति अनिष्टरूपं भवति शिधि इति तु अनिष्टरूपमस्ति रूपमस्ति शाधि तद् वारयितुं नूतनसूत्रं कृतं पाणिनिना शाहौ तत् शाहौ इति सूत्रं शास् इदं खलोः सूत्रस्य अपवादः नाम हि प्रत्यये परे उपधायाः इकारः न भवति अपि तु शा स्थाने शा भवति येन शाधि इति इष्टरूपं भवति इति इदानीं सर्वे आगच्छन्ति शाहौ इति सूत्रस्य का आवश्यकता आं महोदय तदेव तदेव तस्यापि सूत्रस्य तत्र निरावकाशः न भवति अष्टाध्याय्यां किमपि अस्ति एव इदानीं भ्रमः किमर्थं भवेत् अस्माभिः अस्मिन् करपत्रे शाहौ इति सूत्रम् अस्माभिः प्रथमं पठितं तदनन्तरम् अस्माभिः शास् इङ्गलः वस्तुतः अष्टाध्याय्यां तु प्रथमसूत्रं शास् इदङ्गलो तदनन्तरं सूत्रमस्ति शाहौ क्रमेण वयं पठामः चेत् भ्रमः कदापि न भवति इति अस्ति यतोहि सामान्यतया अपवादसूत्रम् उत्सर्गसूत्रानन्तरम् एव आगच्छति सामान्यतया तत्र केचन तत्र अपवादः अपि अस्ति नाम यत्र अपवादः प्रथमं भवति अनन्तरम् उत्सर्गः भवति तादृशस्थलानि अपि सन्ति अष्टाध्याय्यां परन्तु बहुत्र सामान्यतया उत्सर्गः प्रथमं भवति अनन्तरं किं भवति अपवादः तर्हि तत्र कुत्र क्रीडागमस्य कृते उत्सर्गः अनन्तरं भवति अपवादः पूर्वम् आर्धातुकस्य इड्वलादेः इति सूत्रं वस्तुतः उत्सर्गसूत्रमस्ति तत्र तत्तु अनन्तरं भवति तस्मात् पूर्वम् इडागमस्य निषिद्धसूत्राणि सन्ति बहुत्र तर्हि अन्यवार्ते अस्ति तस्य यत्र उत्सर्गात् पूर्वम् अपवादः भवति तस्य विशिष्टमहत्त्वम् अस्ति तत् महत्त्वं किं तत्र अग्रे वयं पश्यामः परन्तु अस्तु तर्हि शिस् योगः तः इदानीं शिस् योगः तः अस्ति किं कार्यं भवति नूतनं कार्यमस्ति वा अत्र शास् कृते एकं नूतनं सूत्रमस्ति शासि वसि वसीनां च इति अग्रे अस्ति पठतु महोदय सन्धिकार्यं शासि वसि गसीनां च इति अष्टमाध्यायस्य तृतीयपादस्य षष्टि कृतमस्ति षट् वत् गत् इत्येतान् धातूनाम् इन् प्रत्यारोत्तरस्य इन् प्रत्यारोत्तरस्य कवर्गीय उत्तरस्य च सकारस्य स्थाने सकारादेशो भवति सकारः आदेशस्य प्रत्ययस्य च अवयवः नास्ति इति कारणेन आदेशप्रत्ययो इत्यस्य प्रसक्तिर्नास्ति, तस्मात् अस्य सूत्रस्य आवश्यकता अस्ति. शासिश्च वशिश्च घसिश्च तेषां इतरेतर द्वन्द्वः, शासि वसि गतयः तेषां शासि वसि गतीनां शासि वसि गतीनां षष्ट्यन्तं च अव्ययपदं निपदमिदं सूत्रम्. अपदान्तस्य मूर्धन्यः इत्यस्मात् मूर्धन्य इत्यस्य अनुवृत्तिः, इन्कोः इत्यस्य अधिकारः अनुवृत्तिः इति सूत्रमस्ति. शासि वसि गतीनां च मूर्धन्यः इन्कोः इति, तत्र इन् प्रत्याहारात् पूर्वं तत्र कु इति कवर्गीय पदं तत्र सकारस्य मूर्धन्य भवति केषाम् इति सामान्यतः प्रत्ययस्य भवति, प्रत्ययस्य अवयस्य इति वयं जानीमः. परन्तु अत्र प्रत्ययवयस्य नास्ति सकारः, अतः एतेषां धातूनामेव तत्र सकारस्य परिगणितधातूनां सकारस्य मूर्धन्यः भवति यदा इडागमः तत्र पूर्वम् इति अस्ति. यथा शिष्योगतः इति शिष्योग शिस्तः इति तत्र भवेत्, परन्तु शासि वसि गसीनां च इत्यनेन शिष्यो शकारः भवति सकारस्य स्थाने, शिष्योगतः अनन् इदानीं तत्र शकार सकारयोः मेलनेन तत्र चुनातु इत्यत्र शक्तिः, अतः शुत्वं शिष्टः इति उक्तम्. अवगच्छन्ति वा? पश्यतु अत्र शिस् योगः तः अस्ति खलु, शिस् मध्ये इन्कोः इकारवर्णः अस्ति, इकार अनन्तरं सकारः अस्ति, परन्तु अत्र आदेशप्रत्ययोः इति सूत्रेण मूर्धन्यत्वं न भवितुं शक्नोति. किमर्थम्? आदेशप्रत्ययोः वदति इन्कोः अनन्तरं सकारस्य सकारः भवति यदा सकारः आदेशस्य अवयवः अस्ति अथवा प्रत्ययस्य अवयवः अस्ति. परन्तु शिस् मध्ये यद्यपि इन् प्रत्याहारस्य इकारः अस्ति, तदनन्तरं सकारः अस्ति, परन्तु एषः सकारः न तु प्रत्ययस्य अवयवः अस्ति न तु आदेशस्य अवयवः, एषः सकारः तु धातोः अवयवः अस्ति. अतः अत्र आदेशप्रत्ययोः इति सूत्रस्य कार्यं न भवितुं शक्नोति. अतः नूतनसूत्रस्य रचना कृता, सूत्रमस्ति शासि वसि घसीनां च. एतत् सूत्रम् आदेशप्रत्ययोः इति सूत्रात् साक्षात् अनन्तरम् आगच्छति. सूत्रं वदति यदि शस् धातु वस् धातु अपि च घस् धातु तत्र यदि इन् प्रत्याहार अथवा कवर्गीयवर्ण कवर्गीयवर्णस्य साक्षात् अनन्तरं यदि सकारः अस्ति येषां धातूनाम् एतेषां धातूनां सकारः यदि साक्षात् इन् प्रत्याहारवर्णस्य अथवा कवर्गीयवर्णस्य अनन्तरम् अस्ति तर्हि तत्रापि सकारः षत्वं भवति, यद्यपि एषः सकारः न तु प्रत्ययस्य अवयवः अस्ति न तु धातु आदेशस्य. तर्हि शिस् योगः तः, अत्र धातु अस्ति शस् धातु, शस् धातोः सकारः अस्ति, एषः सकारः इकारस्य अनन्तरं भवति, इकारः इन् प्रत्याहारस्य वर्णः अस्ति, अतः अत्र अपि सकारस्य स्थाने मूर्धने सकारः भवति, शिष् योगः तः. तदनन्तरं सुनाष्टुः इत्यनेन तकारस्य टकारः भूत्वा शिष्टः इति रूपं भवति इति सूत्रम्. एतत् सूत्रं नास्ति चेत् रूपं भवति शिस्तः, तत्तु समीचीनरूपं नास्ति, रूपमस्ति शिष्टः. शिष्ट अस्ति खलु, शिष्ट अस्माभिः श्रुतं, शिष्टप्रयोगः इति, शिष्टप्रयोगः शिष्टव्यवहारः नाम शिष्ट इत्युक्ते यत् सम्यक् अस्ति, नाम यत् सम्यक् अस्ति, विशिष्टः इति विशेषः, विशिष्टः इति भवति विशिष्टः इति. तर्हि अत्र तु क्रियापदमस्ति शिष्टः, आङ्ग्लेयभाषया अपि शिष्टमपि अस्ति तादृशमेव, तत्तु भिन्नं रूपेण करणीयं, शिष्टं करणीयं भिन्नमस्ति. अत्र इन्कोः न भवति, महोदय किमर्थम् आदेशप्र शासि वसि गसीनां चेत् सूत्रम् आदेशप्रत्ययोः इत्यस्य अपवादः, आदेशप्रत्ययोः अपवादः नास्ति, अपवादः नास्ति, आदेशप्रत्ययोः सूत्रं प्रत्यये परे आदेश च अपि च प्रत्यये आदेशप्रत्ययः अत्र कार्यमेव कर्तुं न शक्नोति, यतोहि अत्र यत् सकारः अस्ति तत् आदेशस्य अथवा प्रत्ययस्य अवयवः नास्ति खलु. आदेशप्रत्ययः तदैव तथैव कार्यं करोति यत्र सकारः आदेशस्य अवयवः अस्ति अथवा प्रत्ययस्य अवयवः अस्ति. अत्र न तु आदेशः अस्ति न तु प्रत्ययः अस्ति, अतः कार्यं दातु दातु धातु अस्ति. किं सकारः अपेक्षितमस्ति अत्र न भवति सत्त्वम्, अतः अस्य सूत्रस्य आवश्यकता. किमर्थम् आदेशप्रत्ययः इति सूत्रं दत्तं तत्र बहुत्र भवति खलु तस्य अत्र प्रसक्तिः नास्ति. पूर्वसूत्रमस्ति खलु आदेशप्रत्ययः इति पूर्वसूत्रमस्ति. तेन इति सूचनायै अत्र लिखितमस्ति, नाम आदेशप्रत्ययः इति सूत्रस्य कार्यं मा करोतु, यतोहि तस्य प्रसक्तिः नास्ति. कोऽपि चिन्तयति न खलु, ओ इन्को अस्ति सकारः अस्ति षट्वं भवति केन सूत्रेण आदेशप्रत्ययः, तथा नास्ति. सर्वदा द्रष्टव्यं यत् सकारः यत् अस्ति तत् धातो तत्र अवयवः कस्य अवयवः अस्ति, आदेशस्य अवयवः अपि च किं प्रत्ययस्य अवयवः अस्ति चेदेव तस्य सूत्रस्य कार्यं करोति. बहुत्र जनाः विस्मरन्ति, अतः चक्षुं निर्मूल्य तत्र कार्यं कुर्वन्ति. इन्कोः सकारः षत्वम् आदेशप्रत्ययः, इन्कोः सकारः षत्वम् आदेशप्रत्ययः, अरे सकारः कस्य अवयवः अस्ति तदपि द्रष्टव्यं खलु इति. अस्तु, एतत्पर्यन्तं सर्वे अवगच्छन्ति इति मन्ये. इदानीं रूपाणि कुर्मः. तर्हि मदर् महोदय, लट् लकारः शास् धातु. आं महोदय, शास् इति आत्मनेपदधातु अस्ति. न आत्मनेपद परस्मैपदी अस्ति वा? आं परस्मैपदी. सास् योगः ति अस्ति. सास् सास् शास्ति एव. किमपि कार्यं किमपि कार्यं नास्ति वा? शास् योगः ति सास् योगः ति इदा इकारः आदेश सास् इद् इद अत्र रुदादिगणस्य न अस्ति न खलु, अतः इदः नास्ति. अत्र इदं हलोः इति नास्ति, तत् किमपि नास्ति खलु. इदं हलोः इति इदं हलो कितिनिति प्रत्यये परे एव भवति. अत्र अत्र अपि नास्ति, अतः न भवति. शास्ति एव भवति. सास् योगः तः अस्ति. अत्र सास इद हलो हलोः इत्यनेन अकारस्थाने इकारः सिस्तः तदनन्तरं सासि वसि गसि गसीनां च इति अनेन इति सूत्रेण सिस् सिस् इन् वर्ण विन् प्रत्याहारः अस्ति. अनन्तरं सकारः अस्ति, सकारः षकारः भवति. शिश् योगः अतः सुनाश्रुहाय सुनाश्रुः इत्यनेन शिष्टः इति भवति. शिष्टः अग्रे शिष्टः सास् योगः अन्ति. किमपि कार्यं नास्ति अतः सास्ति सान्ति अन्ति अस्ति वा? शास् कीदृशः धातुः अस्ति? सास् अलभ्यस्तात् अनन्तदा हलन्तु अस्ति जक्षित्यादयः षट् इति जक्षिता जक्षित् जक्षादिगणे अस्ति खलु जक्षादिगणे अस्ति अतः तस्य का संज्ञा भवति शास्धातोः अतः जी स्थाने किं भवति प्रत्ययः जी स्थाने जुस् भवति जुस्तु लट् लकारे किं महोदय न शृणोमि लट् लकारे झी स्थाने किं भवति झोन्तः इति सूत्रस्य अपवादः कः अदभ्यस्तात् खलु रूपं किं सा सा सन्त सा सन्त जी अति न भवति अत् भवति अति सास्ति सा सति सा सति सा सति सा स्योग सी अस्ति किमपि कार्यं नास्ति फित् अस्ति अतः सासि एव सास्योगः तः अत्रापि सास इदं अलोः इत्यनेन उपदाया इकारः भवति सिसि सिस् योगः तः तदनन्तरं साशि वसि गसीनां च इत्यनेन सकार शकार भवति सिष् सिष् योगः तः शृणष्टुः इत्यनेन शिष्टः अनन्तरं सास्योगः मि अस्ति वर्णमेलमेव सास्मि सास्योगः वः अस्ति वः सासः इद् इदम् अलोः इत्यनेन उपदाया इकारः भवति सिस् योगः वः तदनन्तरं सकारः शकारः भवति सासि वसि गसीनां च इत्यनेन शिष् योगः वः शिश्वः एव शिश्वः स्मः शिष्मः आहत्य शास्ति शिष्टः शासति शास्ति शिष्टः शिष्ठ शास्मि शिश्वः शिष्मः अस्तु विजयमूलरूपस्य मूलरूपस्य मूलरूपस्य धातोः मूलरूपस्य पूर्णविकारः भवति तदेव नाम जातं न शक्नुमः इति शात् इति अस्ति शिष्टः कथं शिष्मः इति सर्वदा वदामि पुनः वदामि यदि कोऽपि सूत्राणि न जानाति तस्य कृते शास् धातोः रूपाणि रूपाणां रटनं बहु क्लिष्टकरं भवति किमपि न शास् अनन्तरं शिष्टः भवति तदनन्तरं मध्ये शिष्टः अस्ति कुत्रचित् शासति भवति किन्तु शासन्ति ते रटनं यदि कोऽपि करोति चेत् बहु क्लेशः भवति परन्तु सूत्राणि यदि वयं जानीमः तत्र बहु सरलं भवति अतः जनाः पृच्छन्ति खलु अष्टाध्यायसूत्राणाम् अभ्यासस्य आवश्यकता का अस्ति रटनं करोतु अथवा किमस्ति न रूपाणि बहवः बहूनि रूपाणि सन्ति बहूनि अनगिनतरूपाणि सन्ति इति वक्तुं शक्नुमः परन्तु यदि सूत्राणि उपचतुर्सहस्र उपचतुर्सहस्रसूत्राणि ये सन्ति यानि सन्ति यदि वयं जानीमः तत्र सम्पूर्णव्याकरणस्य रूपाणां रटनस्य आवश्यकता नास्ति भवति अस्माकं वयं जातुं शक्नुमः अनन्तानां शब्दानां रूपाणि जातुं शक्नुमः केवलं चतुर्थसूत्रे अपि च नूतनरूपाणां निर्माणः अपि कर्तुं निर्माणमपि कर्तुं शक्नुमः सूत्राणि यदि वयं जानीमः इट् इस् ईजियर् टु लर्न् एण्ड् अण्डर्स्टाण्ड् अबौट् 4000 सूत्र देन् लर्न् द फार्म्स् आफ् अन्कौण्टेबल् धातु अन्कौण्टेबल् प्रातिपदिक एण्ड् प्लस् वन् केन् मेक् न्यू फार्म्स् इफ् द रूल्स् आर् नोन् यु वोण्ट् हेव् टु वरि इफ् ओ इस् इट् रैट् इट् इस् इट् राङ्ग् इति तत्र अहमपि इदानीं मया उक्तं खलु यदा 2014 मध्ये अहं आरम्भः कृतः अष्टाध्याय्याः अभ्यासस्य तस्मात् पूर्वम् अहं सर्वदा रटनमेव करोमि तर्हि तत्र रूपाणि सन्ति खलु कृदन्तप्रत्ययानां रूपाणि तुमुन् प्रत्ययः कुत्रचित् तत्र तत्र लेखितुं भवति कुत्रचित् तत्र अन्य किमपि भवति त प्रत्ययमध्ये लिखितः भवति तुमुन् प्रत्ययमध्ये लेखितुं भवति तर्हि तत्र रटनस्य बहु तत्र क्लेशः भवति कुत्र इकारः कुत्र एकारः परन्तु इदानीं यदा वयं यदा अहं सूत्राणि जानामि तदा किमपि क्लेशः नास्ति लिखितः भवति लेखितुमपि भवति इति कथं भवति अहं जानीमः अतः तत्र चिन्ता नास्ति किमस्ति यतोहि क्तप्रत्ययः अस्ति क्तप्रत्ययः कित् अस्ति यतः कित् निति च इति सूत्रेण गुणकार्यं न भवति अतः लिखितः भवति तुबन्तलघुवस्य कार्यं न करोति परन्तु लेखितुं मध्ये तुमुन् प्रत्ययः अस्ति तुमुन् प्रत्ययः कित् नित् नास्ति अतः तत्र पुगन्तलघुवस्य कार्यं करोति अतः तत्र लेखितुं भवति इति सर्वं सरलं भवति यतोहि वयं सूत्राणि जानीमः अस्तु तर्हि हा विजय महोदय लोड् करोतु शास् लोड् आं महोदय पठामि तत्र तु तत् ताम् अन्तुस्थाने एतत् जक्षितादय षट् इति आगच्छति अतः तत्र अन्तुस्थाने अतु भवति खलु जि इति सूत्रेण तत्र प्रथमम् अति अस्ति इकारस्य स्थाने उकारः आगच्छति अतः अतु इति भवति अतः तु तात् ताम् अतु तु तात् तं त आने आव आम इति अस्ति मध्यमपुरुषमध्ये तु कुतः भवति शून्यं भवति शून्य अदन्ताङ्गम् अस्ति चेत् अत्र अदन्तमङ्गमस्ति भवति खलु अतः तत्र हि स्थाने दि आगच्छति तदग्रे करोतु हि तन्त अग्रे आनि आव आम रूपाणि करोतु आमाम् अस्तु इदानीं शास् अस्ति अत्र पित् अस्ति अतः किमपि कार्यं नास्ति शास् शास् इति भवति शास्तु अनन्तरं तत्र सूत्रं किम् अस्ति अत्र शास इदं हलोः इति सूत्रेण धातोः उपादायः ह्रस्व इकारः आदेशः भवति अतः अत्र अत्र शि इति भवति शिश् तत्र सकारस्य स्थाने सकारस्य दन्त्यसकारस्य स्थाने मूर्धन्यशकारः आदेशः भवति सूत्रं शासि वसिगसि वसिगसीनां च इति सूत्रेण स मूर्धन्यशकारः आगच्छति अतः तत्र शिश् इति भवति अनन्तरं तास्थाने चुनाष्टुः इति सूत्रेण ठ आगच्छति अतः तात् इति शिष्टात् इति भवति शास्तु शिष्टात् इति भवति रूपं. प्रश्नः अस्ति अत्र, अहं तत् प्रश्नः अस्ति मम, तत्र अस्माभिः पूर्वं पठितं, परन्तु अहं पश्यामः. तु इति पित् अस्ति, परन्तु तात् इति अपित् अस्ति, किमर्थम् उभयोः तात् अपित् एव? कथं कथं जानीमः? उभयोः उभयो उभे उभौ प्रत्ययौ टिप् स्थाने एव सन्ति खलु, स्तः खलु. सार्वधातुकम् अपित् अस्ति. अग्रे आम्, परन्तु तु पित् अस्ति, तु अपि टिप् स्थाने, तात् अपि टिप् स्थाने, तर्हि किमर्थं तु पित् अस्ति? तुह्यो सातङ्गाशिषि अन्यतरस्याम् इति सूत्रेण वस्तुतः तातङ्ग् इति नित् अस्ति. अतः तत्र किमस्ति? अपित् अस्ति. अस्तु, नित्वत् भवति, अतः गुणम् अपि किमपि न भवति, नित्वत् कार्यं करोति. अस्तु, तर्हि अग्रे शास्तु शिष्टात् इति भवति, तादृशमेव ताम् इति अस्ति, शिष्टाम् इति भवति. अनन्तरं तत्र तत्र अत्तपि अत्र किमपि कार्यं नास्ति, अतः वर्णमेलनमेव. अतु इति भवति खलु, शासतु अतु इति भवति, शास योगः अतु, शासतु इति भवति. तत्र अदभ्यस्त इति कारणात् किम? अदभ्यस्तात् शासन्तु न भवति, शासतु भवति, शासतु भवति. अनन्तरम् इदानीं शा अस्ति, हि स्थाने दी भवति, सूत्रमस्ति अत्र, इदानीमेव पठितवन्तः. किम् अस्ति अत्र? शाहौ, शाहौ इति सूत्रेण हि स्थाने दी आदेशः भवति, अतः शादि इति, शादि इति मध्यमपुरुषे एकवचनं भवति. तादृशमेव पूर्वमेव दृष्टवन्तः, शिष्टात् इति शाशौ इदङ् एतत् सूत्रेण परन्तु शाहौ इत्यनेन सा स्थाने शा भवति किल, तदनन्तरं हू अल्यो देदि. महोदय, तत्र मम प्रश्नः अस्ति, तत्र शाहौ इति अस्ति खलु, तत् पूर्वं तत्र इति शास् इदङ्गलोः इत्यस्य इत्वं कर्तुं शक्यते वा? तत् कर्तुं तस्य प्रसक्तिः अस्ति खलु, करणीयमेव खलु, किमर्थं न? यद्यपि परिवर्तनं न भवति, तत्र अनन्तरं शासौ इति भवति, परं तत्पूर्वं शिस् इति करणीयमेव खलु वा? सूत्रं किं वदति? शासः स्थाने शा भवति इ प्रत्यये परे, तर्हि अतः अधीयकार्यमस्ति इति कृत्वा इति अस्ति वा? तत्र तादृश न, शा स्थाने शा भवति हि प्रत्यये परे, तर्हि शास् योगः हि अस्मिन्नेव समये शा स्थाने शा भवति. तत्र शा तदनन्तरं शिस् तदनन्तरं पुनः शा आवश्यकता नास्ति खलु, तथा न द्वयोः तत्र एकस्मिन् सूत्रं सरलमस्ति, शासः शाहौ, शास्थाने शा भवति हि प्रत्यये परे, समाप्तं. तर्हि शास् आगच्छति, अग्रे हि अस्ति, शा भवति. अपवादस्य तदेव अस्ति खलु, अपवादस्य सूत्रस्य तदेव भवति, तस्य कार्यं भवति. उत्सर्गस्य कार्यं प्रभाद्य अपवादस्य कार्यं भवति, न तु ओ उत्सर्गस्य कार्यं करोतु तदनन्तरं तस्य अपवादस्य कार्यं करोतु, नास्ति खलु. अस्तु महोदय, अग्रे शिष्टं शिष्ट उत्तमपुरुष. अत्र उत्तमपुरुषे आनि आगच्छति, अत्र पित् अस्ति, शास योगः आनि वर्णमेलनमेव, शासानि इति भवति, अनन्तरं वर्णमेलनमेव, शासाव शासाम इति तावदेव. धन्यवादः महोदय. तर्हि वदतु आहत्य वदतु. आहत्य शास्तु शिष्टात् शिष्टां शासतु. शादि शिष्टात् शिष्टतं शिष्टं शिष्टं शिष्ट शाशाणि शाशाव शासाम इति शाशाणि न शासानि शासाव शासाम. अस्तु धन्यवादः महोदय. अग्रे मदरमहोदय लङ् आं महोदय. लङ् सास्योगः तकारः अस्ति. सास् उल्याभ्यो लुङ् लङ् लुङ्षु अडुदातः इत्यनेन अडागमः भवति. अकारः सास् योगः तकारः अस्ति. असास् असास् योगः तकारः. अत्र सकाराभ्यो दीर्घास्ति सप्युक्तं हल् इति सूत्रं कार्यं करोति इति मन्ये. अतः तकारस्य लोपः असास् असास् एव भवति. तदनन्तरं असस् एव भवति. तदनन्तरं सासि वसि गसीनां च इति सूत्रं न कार्यं करोति. अन्यथा रुः इति भवेत्पदमस्ति. अत्र तिप्यनस्तेः इति सूत्रेण सकारस्य स्थाने दकारः आदेशः भवति. दकारः सूत्रेण दकारः कारः भवति. आं महोदय. असाद् असाद् वावसाने इत्यनेन असाद् अषाद् अषाद् असात् असात् असास् योगः ताम् अस्ति. इदानीं सास इदं हलोः इत्यनेन असि असिस् योगः ताम् असिस् योगः ताम्. अत्र सासि वसि गसि नाम कार्यं करोति वा? असास् असिस् असिष् योगः ताम् अस्ति. अशिष्टां पुनश्रुः इत्यनेन अशिष्टाम् असस् योगः अन् वा उः इति भवति वा? उहु बहु सिजभ्यश्च विदिभ्यश्च इति सूत्रेण दीसाने जुस् भवति. उ भवति उहु इति अशस् अशसुः अशासुः असासुः असासुः असास् योगः सकारः. अत्रापि हल्ङ्याभ दीर्घात् श्रुतिसप्तकृतमहल् इति सूत्रेण सकारस्य लोपो भवति असास्. तदनन्तरं सिपि धातो रुर्वा कार्यं करोति वा? सम्यक्. सकारस्य स्थाने दकारः भवति. असाद् असाद् यो असाद् असाद् असाद् अग्रे असात् असात् भावसाने असाद् नैर् ओम् एक अस्ति अषाद् अषाद् अन्य अन्य रु रु रु भवति असारु असारु तदनन्तरं रुस्थाने करस्थाने विसर्जनीयः इत्यनेन विसर्गः भवति असाः असाः इति भवति रूपत्रयम् अशाः अषाद् अषाद् असात् असाद् असाद् योगतम् अस्ति इदानीं आसिस् योगतम् अशिष्टम् अशिष्टम् अशिष्ट अशिष्ट तदनन्तरम् असास् योगः अम् असासम् एव वर्णमेवमेव आसासम् असास् योगः वा अस्ति असास् योगः वा अस्ति अत्रापि सास इदं हलोः इत्यनेन इकारः भवति असिस् असिस् योगः वा असिस् असिस् सासि वसि गसीनां च इत्यनेन असिष् योगः वा अशिष्व अशिष्म उत्तमं तर्हि धन्यवादः अषाद् अषाद् अशिष्टाम् अशासुः अषाद् अषाद् अशा अशिष्टम् अशिष्ट अशासम् अशिष्व अशिष्म विधिलिङ्गि केवलं वर्णमेलनं केवलं वर्णमेलनं वा अथवा किमपि अन्यमस्ति नास्ति हलि हलि खलु हल् हल् अस्ति न यकार इति अस्ति तर्हि यकार हलि अस्ति न वा अस्ति अस्ति खलु हल् यकार हल् अस्ति अतः तत्र सर्वत्र इदं हलो ईडागमः भवति क्षम्यते ईडागमः इकारः भवति नाम पश्यतु क्षात् योगः यात् यात् यातां युः याः यातं यातः यां यायाम् अत्र सर्वत्र या यात् अत्र प्रत्ययः कीदृशः अस्ति अपि अस्ति खलु विद्वत् अस्ति इत् अकार हित्वं भवति शिष्य शिष्य शिष्य शिष्य प्रश्नः विधिलिङ्गि प्रत्येकप्रत्ययः हित्वत् अस्ति अस्ति केन सूत्रेण तत्र एतत् अस्ति यासुट् पर निश्च इति यासुट् परस्मैपदेषु निच्च इत्यनेन यासुट् परस्मैपदेषु धातु निच्च तदेन यासुट् प्रत्ययः निद्वत् भवति अत्र सर्वत्र निद्वत् भवति तर्हि नित् अस्ति निद्वत् न नित् अस्ति नित् अस्ति अपि च हलादि अपि अस्ति यकार हलादि अस्ति अतः सर्वत्र भवति इदानीं सर्वत्र वर्णमेलनं शिष्यात् शिष्याताम् शिष्युः शिष्याः शिष्यातां शिष्यात् शिष्यां शिष्याव शिष्याम् इति अस्ति नाम सामान्यतया अस्माकं चिन्तनमस्ति खलु विधिलिङ्गि केवलं वर्णमेलनं वर्णमेलनं अत्र अहङ्कारमपि अस्ति यतोहि सामान्यतया झल झलादि कृते कृते अङ्गकार्यं भवति झलादि अस्ति चेत् यकारस्य प्रसक्तिः नास्ति परन्तु अत्र हलादि इति कार्यं कारणम् अस्ति हलादि अस्ति चेत् यकारः अपि हलादि अस्ति अतः कार्यं भवति अस्तु सर्वे अवगच्छन्ति शास् कृते कार्यम् आम् महोदय आम् महोदय अस्तु तर्हि अनेन अनादिगणस्य तर्हि इदानीम् अनादिगणस्य या ये ये धातवः सन्ति तेषां लट् लोट् लङ् युधिलिङ्गरूपाणि वयं सर्वे कर्तुं शक्नुमः नाम विस्मरामः तद् भिन्नवार्ता अस्ति परन्तु इदानीं जानीमः कथं कर्तुं शक्नुमः सूत्राणि कानि कानि सन्ति इति तच्चिन्तयतु अदादिगणः इति क्लिष्टकरः गणः अस्ति, तत्र रूपाणि यतोहि मध्ये विकरणप्रत्ययः नास्ति, अतः रूपाणि बहुधा भवन्ति, एकमेव रूपं नास्ति भवादिगणे एव पठति नास्ति, बहूनि रूपाणि सन्ति, सन्धिकार्यमपि आगच्छति, अतः क्लिष्टकरं भवति अदादिगणः। परन्तु इदानीं वयं सम्यक् रीत्या सरलरीत्या कर्तुं शक्नुमः, यतोहि वयं सूत्राणि जानीमः। अतः अदादिगणस्य कार्यं समाप्तम्। प्रश्नः अस्ति वा? अत्र बहु अत्र महान् उपलब्धिः अस्ति, महती उपलब्धिः अस्ति, अत्र सामान्यवार्ता नास्ति। अदादिगणस्य रूपाणि इदानीं वयं कर्तुं शक्नुमः, महान् वार्ता अस्ति, महती वार्ता अस्ति अत्र। अतः सर्वेषां तत्र अभिनन्दनम्। अस्तु, तर्हि इदानीम् अदादिगणस्य विषयः समाप्तः। नूतनविषयः इदानीम् अग्रे, इदानीं समयः समाप्तः इति चिन्तयामः, के पञ्चनिमेषाः किमपि वदामि। इदानीं नूतनपाठः अस्ति यत् अग्रे वयं आरभामहे, वयम् आरप्स्यामहे खलु, कुर्मः। तर्हि तदस्ति इदानीं जुहोत्यादिगणस्य हल्धातवः, अस्माभिः जुहोत्यादिगणस्य अजन्तधातवः अस्माभिः पूर्वम् पठिताः। इदानीं जुहोत्यादिगणस्य हलन्तधातवः अस्माभिः इदानीम् अग्रे वयं पठिष्यामः। तत्रापि सर्वत्र सन्धिकार्याणि आगच्छन्ति, यतोहि हल् वर्णः अन्ते अस्ति, परं तत्र जुहोत्यादिगणः अस्ति, अत्र द्वित्वमपि भवति, ते प्रथमं तु द्रष्टव्यं द्वित्वं कथं करणीयं, हलन्तधातूनां द्वित्वं कथं भवति, तदनन्तरं रूपाणि कथं भवन्ति इति सर्वं। तत्र किमपि नूतनं नास्ति, प्रायः इच्छितेव नूतनं किमपि अस्ति, परन्तु बहु किमपि अस्माभिः पूर्वमेव पठितम्। तत्र द्वित्वं कथं करणीयम् इत्यपि अस्माभिः पठितम्, इदानीं सन्धिकार्याणि अपि अस्माभिः पठितानि। तर्हि चिन्ता मा करोतु, अग्रे किम् अस्माभिः अग्रे वयं सा लट् लोट् लम् इति लिङ्गि जुहोत्यादिगणीय हलन्तु धातवः इति वयं पश्यामः। तदनन्तरं रुधादिगण, रुधादिगणे सर्वे धातवः हलन्ताः एव सन्ति, अतः अन्ते एव वयं पठामः। तदा पाठद्वयमेव अवशिष्यते, तदनन्तरं सम्पूर्ण अष्टाध्याय्यां सम्पूर्णसंस्कृतभाषायां लट् लोट् लम् इति लिङ्गि रूपाणि वयं कर्तुं शक्नुमः इति। अस्तु, तर्हि इदानीं विरमामः, अग्रे मेलिष्यामः। धन्यवादः, धन्यवादः, धन्यवादः महोदय।